ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। सुप्रभातम्। आरम्भं कुर्मः। चिन्तयामि लघु पदा तत्र इकविषये गुणविषये सर्वं स्पष्टं। प्रश्नाः सन्ति वा तस्मिन् भागे? कारणम् अद्य वयं नूतनभागस्य आरम्भं कुर्मः। ओके, अग्रे गच्छामि। आम्, अद्य वयं तु सूत्रं पठितवन्तः पुगन्तलघुपदस्य च इति। तत्र केवलं लघुपदविषये वयं चर्चितवन्तः। इदानीं पुगन्तविषये अपि पठनीयम्, अतः तस्मिन् विषये किञ्चित् पश्यामः। ओके, वयं यावत्पर्यन्तं पठितवन्तः न, एतत् सर्वं समाप्तम्? किञ्चित् पुनः पठामः। अनिल्, ओ आम् महोदय, नमो नमः। नमो नमः। अहं दर्शयामि, तत् पठितं वा न? आं महोदय, पठितम्। अवगतम् इति? यत् पठितम् एतत् सर्वं पठितम् अवगतं वा किञ्चित् किञ्चित् किमपि अवशिष्टमस्ति? किञ्चित् अवगतम्, अहं स्वयमेव पुनः एकवारम् अनन्तस्य वदतु भगिनि, अहं पूर्वं अस्मिन् कक्षायां न आगतवती, एकवारम् उक्त्वा अग्रे गच्छतु भगिनि। रेकार्डिङ्ग् शृणोतु पूर्वं यदा कक्षायां न आगतवती, रेकार्डिङ्ग् मध्ये सर्वम् अस्ति। अरे किं न अवगतम्? ओवराल् अवगतं महोदय, परन्तु कनेक्षन् मस्तिष्क मध्ये कनेक्षन् पूर्णतया न स्थापितम्। अहं स्वयमपि पठि रिवैज् करणीयम्, एण्ड् आफ्टर् देट् इफ् ऐ डोण्ट् गेट् मे बि ऐ लास्ट् सम् टैम् लेट्। ओके, इदानीं विधिष्ठन्तस्य अलोङ्कस्य कदा उपयोगं कुर्मः इति न जान अवगतम्। विधिस्तदन्तस्य अत्र कदा उपयोगं करोमि, अलोङ्कस्य कदा उपयोगं करोमि इति अहं न जानामि। या इन्फाक्ट् ऐ हाव् द सेम् क्वशन्, बट् ऐ थिङ्क् वि हाव् टाक्ड् अबौट् इट् सो मेनि टैम्स्, ऐल् नीड् टु स्पेण्ड् टैम् मैसेल्फ् सम् वाट् आन् दिस् टु गेट् इन् टु मोर् डीपर्. And then I'd like to come back. Okay. So, okay. Because I don't think, even if I don't connect all those things clearly, that is going to stop the further study. So, that's why I am not much bothered on making sure that I understand every part of it. Okay. Idanim Anusuya Mahodayaha Prashnaha Va Samasya. Vidya. विजयमहोदय अस्ति वा? आम् आं महोदय, वदतु महोदय। किञ्चित् स्पष्टीकरणं कर्तुं प्रयत्नं करिष्यति अनुसूयभगिनी समस्या अस्ति येन विधिस्तदन्तस्य पूर्णिमायाः समस्या अस्ति अलोन्तस्य कदा किमर्थं कुत्र उपयोगं भविष्यति किञ्चित् स्पष्टीकरणं कर्तुं प्रयत्नं करोति तेषां कृते अत्र येन विधिः तत् अन्तस्य अन्त एव अत्र कार्यं करोति इति इकः गुणवर्णः खलु महोदय अत्र सार्वधातुक अर्धधातुकयोः इति अत्र येन विधि तदन्तस्य स्वीकुर्मः चेत् अत्र इक् वर्णस्य अत्र यत्र पदमस्ति इक् वर्णस्य एव कार्यं भवति इति अत्र सूचकविषय अस्ति अत्र अतः एव येन विधिः तत् अन्तस्य इति भवति अनन्तरम् अलोन्तस्य अपि तादृशमेव अल् वर्णस्य अन्ते एव अत्र पूर्णतया नास्ति अन्तिमवर्णः एव अत्र कार्यं करोति इति तत्र दत्तम् एतदेव अलोन्तस्य इति सर्व अत्र वर्णस्य विषये किञ्चित् नास्ति अल् वर्णस्य अन्ते एव कार्यं भवति अत्र परिवर्तनं भवति इति तत्र दत्तम् इतोपि किञ्चित् वक्तव्यं चेत् भवती एव वदतु महोदय परन्तु अत्र अल् इत्युक्ते सर्वे वर्णाः अस्ति च अल् वर्णस्य एव अत्र अल् इत्युक्ते सर्वाणि वर्णानि रैट् आगताः न अल् अल् इति वयं वदामः चेत् सम्पूर्ण अच् हल् सर्वम् आगच्छति न अन्ते अन्ते स्थितस्य अन्ते स्थितस्य वर्णस्य नमो नमः नमो नमः सुब्रह्मण्यं वदतु भवानपि किं वक्तुम् इच्छति चलो तत् उक्त्वा बहिः गच्छामि अत्र अत्र यद् दत्तमस्ति येन विधि तदन्तस्य इति तदन्तस्य सूत्रमस्ति विधि तदन्तस्य किं सूचयति इक् यत् अस्ति तस्य इक् इति वर्णसमूहम् अस्ति चेत् तस्यापि तस्य उपरि अपि भवितुम् अर्हति विधिः उत इक् अन्त अन्तिमवर्णः अस्ति चेत् तत्र अपि भवितुम् अर्हति इति वदति सो द कार्य केन् हेपन् आन् अ कम्प्लीट् इक् समूह आर् आन् अ शब्द दट् इस् एण्डिङ्ग् इन् इक् तत्कारणात् एव अलोन्तस्य इति एक अधिकम् उक्तम् अस्ति अत्र अत्र अन्तिम इक् वर्णस्य उपरि कार्यं भवति इति स्पष्टीकरणं करोतु पर्याप्तं वा सर्वे अवगतवन्तः तदन्तस्य अपि एवमेव सूचयति खलु एकनिमिषम् अनसूया महोदय येन विधि तदन्तस्य यत् सूत्रमस्ति तत् सूचयति यत् विधिः अस्ति तत् वर्णसमूह इक् वर्ण विधि तदन्तस्य कस्य उपरि अस्ति विधिः इक् अङ्गस्य इगन्तस्य अङ्गस्य उपरि अस्ति अत्र इगन्तस्य यत् अस्ति तत् विशेषणमस्ति अङ्गस्य विशेषणमस्ति अतः पूर्णतया इक् वर्णः यत् अस्ति तस्योपरि अपि भवितुम् अर्हति विधिः उत अङ्गस्य अन्ते स्थित इक् वर्णस्योपरि अपि भवितुम् अर्हति तत् स्पष्टीकरणं करोति अलोन्तस्य किमर्थम् इत्युक्ते अत्र गुणकार्यवत् अस्ति तत् इक् वर्णः इक् वर्णसमूहः यत् अस्ति यदा इक् इति शब्दः अस्ति तस्योपरि भवितुम् अर्हति उत अङ्गस्योपरि भवितुम् अर्हति इति येन विरीतवन्त्य तदनन्तरम् अलोन्तस्य किं सूचयति अत्र इक् वर्णसमूहः यत् अस्ति तत् अन्ते स्थित इक् वर्णस्योपरि एव भवति न तु इक् वर्णसमूहस्योपरि इति क्लियर्लि सेस् येन विधि तदन्तस्य सेस् दट् इक् वर्णसमूहः विधि केन् हेपन् आन् अ वर्णसमूह इक् इति शब्दः अस्ति तस्योपरि अपि तु भवति इट् केन् हेपन् आन् देट् गुण आर् इट् केन् हेपन् आन् अन् अङ्ग विच् हेस् एन् इक् एस् एन् अन्तिमवर्ण सो इट् केन् हेपन् आन् बोत् बिकास् इट् इस् अ विशेषणम् तदनन्तरम् अलोन्तस्य स्पेसिफैस् ईवन् मोर् क्लियर्लि दट् इट् डस् नाट् हेपन् आन् द इक् समूह बट् हेपन् आन् इक् वर्ण दट् इस् अट् दि एण्ड् आफ् द anga on which the vidhi is happening say okay. Spashtam इत्युक्ते स्वरापि व्यञ्जनापि खलु खलु अण्णा इत्युक्ते स्वरापि व्यञ्जना भूस्कम्भिनर्णाः किमर्थं तत्र एकवर्णः तावत् ऐ औच् तावत्पर्यन्तम् अयुन् रिल्रित् एयोम् अयौच् तावत्पर्यन्तम् अच् वर्णाः सन्ति तदनन्तरं हयवरट् आरभ्य अन्तिम हल् पर्यन्तं हल् वर्णाः मेलनं कृत्वा अल् आगच्छति न सूत्राणि वयं पश्यामः चेत् अत्र अल् इत्युक्ते सर्वे वर्णाः आगच्छन्ति स्वराः अपि व्यञ्जनानि अपि व्यञ्जनानि स्वराणि अस्तु एकवर्ण इत्युक्ते केवलस्वरमेव खलु अत्र भ्रमः अस्ति किमस्ति अत्र अलोन्तस्य केवलं सार्वधातुक आर्धधातुकयोः मध्ये केवलम् अत्र न आगच्छति अलोन्तस्य इस् अ जनरल् सूत्र अप्लैड् एनिवेर् अत्र अलोन्तस्य मध्ये एकवर्णः अस्ति अल्वर्णः मध्ये एकवर्णाः अपि सन्ति खलु अलोन्तस्य इस् अ जनरल् सूत्र अप्लिकबल् इन् मल्टिपल् प्लेसस् येन विदितं आदौ येन विदितं तस्य विधिः कुत्र भवति ईक्वर्णस्योपरि भवति वा अङ्गस्य ईक्वर्णस्य तदनन्तरम् अलोन्तस्य प्रकरणम् अस्ति तदनन्तरम् अलोन्तस्य वा अलो तदनन्तरं कथम् अलोन्तस्य इत्युक्ते व्यञ्जनानि वर्णानि सर्वे अस्ति विधि महोदय ईकवर्ण एव अस्ति खलु तत्कारणात् एव येन विधि तदन्तस्य यत् अस्ति तत् पूर्वं भवति तत् पूर्वं भवति इगन्तस्य अङ्गस्य सो फस्ट् इगन्तस्य अङ्गस्य देन् विधि तदन्तस्य तदनन्तरम् अलोन्तस्य सो इगन्तस्य अङ्गस्य केन् बि इक्वर्ण आर् अङ्गा वित् एनि केण्डिङ्ग् देन् येन विधि तदन्तस्य सेस् केन् बि बोत् अलोन्तस्य स्पेसिफैस् इवन् मोर् स्पेसिफिकलि सेङ्ग् ओन्लि अट् दि एण्ड् इक्वर्ण देट् इस् अट् दि एण्ड् because alontasya is not specific to sarvadhatuka ardhadhatuka yoga it applies in many places atra alvarna madhye ikvarnaah santi atah ikvarna kevala swikaraneyam iti astu mode udaharanena vaktum shakyate ba udaharanam drishtva eva spashtam ओके ओके ओके तस्य एव अहं किञ्चित् प्रयत्नं करोमि वयं पठितवन्तः ततः एव अहम् उदाहरणानि स्वीकर्तुं प्रयत्नं करोमि किञ्चित् तिष्ठन्तु एक्चुलि या इफ् यु केन् सी सम् एक्साम्पल्स् विच् आर् नाट् जस्ट् एप्लिकेबल् to sarvadhatukar dhatukayo and in general we are talking about these are general rules right so general sutram if you can see a overview that this is how it applies and in short here it is like this it would be more clearer okay idanim okay किञ्चित् किञ्चित् अहं स्वीकृतवती अत्र पश्यामः अस्माकं समस्या कुत्र अस्ति येन विधि तदन्तस्य उपरि अपि नास्ति अलोन्तस्य उपरि अपि नास्ति अस्माकम् आरम्भस्तरम् अस्ति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः अत्र इकः अङ्गस्य एतस्य अर्थं किम् अनुसूया भगिनी भवती एव वदतु इकः अङ्गस्य इत्युक्ते किम् अङ्गे इक् वर्णः अस्ति चेत् अस्ति चेत् तावत्पर्यन्तं मा गच्छतु. इकः अङ्गस्य इत्युक्ते किम्? अङ्गस्य अङ्गे स्थिते इक् वर्णः. अङ्गे स्थिते इक् वर्णः. ओके, यावत्पर्यन्तं स्पष्टम्. ओके, इदानीं टु क्रीन् इति धातुः अस्ति तत्र अनुबन्धकार्यं कृत्वा तदनन्तरं किम् अवशिष्यते? क्री एव अवशिष्यते. सत्यं? हा, सर्वे जनाः अवगतवन्तः? अन्ते विद्यमाना नकारस्य इति संज्ञा भवति. न, ओके, वदतु. आदिपेटुड् इति सूत्रेण आदौ विद्यमानः डुकारस्य डु इति सङ्ग्रह ग्रूप् ग्रूप् आफ् टु इत्संज्ञा भवति. तस्य लोपः इति सूत्रेण डु न द्वौ अपि तस्य लोपः भवति. लोपसन्तर्धना इति सूत्रेण यदा क्री एव अवशिष्यति. इदानीं क्री मम हस्ते क्री इति अङ्गम् अस्ति, तत्र अहम् इति प्रत्ययस्य योजनं करोमि. इदानीं पश्यतु कृते अङ्गभागं क्री अस्ति. इदानीम् एतस्य अङ्गभागस्य समूहे इक् वर्णः अस्ति वा न? अस्ति. अतः एतत् सः अङ्गस्य तत्र तु वयं तस्य उपयोगं कर्तुं शक्नुमः. सः अङ्गः यत् कार्यं गुणकार्यं कर्तव्यं, ओके, सः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. ओके, किञ्चित् सार्वधातुकम् इति वयं जानीमः, अतः तिप् तु सार्वधातुकम् अस्ति. यदा सार्वधातुकम् अस्ति तदा एव किं इतः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः एतस्य कार्यम् आगच्छति. अवगतं तावत्पर्यन्तम्? ओके, इदानीं अग्रिमपर्यायः इदानीं अनुसूय भागीरथी आगच्छतु. इदानीम् अस्माकं हस्ते त्रीडृ इति धातुः अस्ति, अवशिष्टभागं किं भविष्यति अत्र? वदामि भगिनि. गच्छति अनुबन्ध इक् प्रथमं वर्णविच्छेदं करोमि. ककारः रेपः, ईकारः अधः उकारः नास्ति, ऋकारः अस्ति महोदय. ऋकारः, ईकारः, ओ क्रीडुङ् इति अस्ति औपदेशिकधातु क्रीडे अस्ति. डकारः अनुनासिक अनुनासिक रेपः वा क्रीडु क्रीडङ् क्री क्री क्रीविषये पश्यतु, रेफः अस्ति, कथम् अस्ति लिखितं? रेपः, अर्धरेपः, अर्धरेपः. ओके, इदानीं द यदस्ति तत्र अहं रेफस्य योजनं करोमि चेत् कथं लिखामि? लिखामि परन्तु अत्र कथं लिखितम् अस्ति? एवं लिखितम् अस्ति. ओके, भिन्नता कुत्र? रेफः एव भगिनि, रेफः न रेफः अस्ति. क्रीड क्रीड क्रीडै क्रीड क्रीडु क्रीडै नृ अनुनासिक ऋकारः. अनुनासिक ऋकारः अनुनासिकः स्वरे एव आगच्छति खलु. इदानीं किं किं गच्छति पश्यतु. अनुनासिक ऋकारः उपदेशे अद्य अनुनासिक इति सूत्रस्य आधारेण तस्य लोपः अस्ति, तस्य लोपः भवति. अनन्तरं लशक्वत् अतिते इति सूत्रस्य आधारेण ककारः इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति. ओहोहो, लशक्व तद्धिते कथम् अत्र आगच्छति? एतत् धातु अस्ति, लशक्व तद्धिते धातु. क्षम्यतां क्षम्यतां क्षम्यतां. चिन्तयतु, एतत् धातु अस्ति, हा, लशक्व धातु एव. ओके, सः इतोपि किमपि गच्छति वा सर्वम् अवशिष्यते, केवलं ऋकारः इत्संज्ञा भूत्वा गच्छति? किमपि न गच्छति भगिनि, किमपि न गच्छति. अच्छा, इदानीम् अवशिष्टभागः किम्? क्रीड क्रीड. ओ, एकनिमिषं, मम दोषः. क्रीड क्रीड इति अवशिष्यते. ओके, ओके, इदानीं क्रीड यत् अवशिष्यते तत्र अहं टिप् योजयामि चेत् मम अङ्गभागः किं भवति? भगिनि अन्य एकवारं वदतु भगिनि. धातुकप्रत्ययः कार्यम् अङ्गे भवति, अङ्गे भवति. अतः महोदय किं महोदय अत्र विकरणप्रत्यय अपि अस्ति वा? इदानीं वयं केवलं टिप् विषये चिन्तयामः, विकरणप्रत्यय तु अनन्तरम् आगच्छति, अनन्तरम् आगच्छति. ओके, टिप् आगच्छति, अतः विकरणप्रत्ययः आगच्छति. परन्तु अस्माकं कृते यदा अहं साक्षात् टिप् योजयामि, एतत् सार्वधातुकप्रत्ययः अस्ति, क्रीड् यदस्ति तत् किं भवति टिप् कृते? टिप् कृते सार्वधातुकम् न टिप् तु सार्वधातुक धातुकमस्ति. क्रीड् यत् अवशिष्टभागः अस्ति तत् किं भवति? अङ्गभागं भवति. अङ्गभाग ओके यावत्पर्यन्तं स्पष्टं स्पष्टम् ओके हा चन्द्रमती अत्र निभि इति अस्ति महोदय महोदय एक एक प्रश्नः अस्ति अत्र अत्र क्रीड अङ्ग अस्ति क्रीड अङ्गे इकार अस्ति अतः आगच्छामि अन्ये किञ्चित् तिष्ठतु अङ्गे अङ्गे इक्वर्णविषये नेक्स्ट् ओके अस्तु अस्तु महोदय क्षम्यतां क्षम्यतां न क्षम्यतां न वयं तु सर्वं झटिति ज्ञातुम् इच्छामः परन्तु अत्र जनाः सन्ति ये अङ्गविषये स्पष्टतया न अवगतवन्तः ओके अतः तत् प्रथमम् अहं किं दृढं करोमि ओके तदनन्तरं नेक्स्ट् स्टेप् आगच्छति इक्वर्णविषये ओके किञ्चित् तिष्ठतु ओके चन्द्रमती नीधि तत्र कार्यं कर्तुं शक्नुमः किम् अवशिष्यते नीभि अत्र आदौ ञी इति वर्णसमूहः दृश्यते आदिर्ञीटु तवः इति सूत्रेण धातोः आदौ स्थितः ञी वर्णसमूहस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति अनन्तरं भी इति अवशिष्टभागः धातोः लौकिकरूपं भी इति अङ्गं प्राप्नोति इदानीं टिप् योजयामि चेत् टिप् योजयित्वा भीति तत्र टिप् अत्र पकारस्य इत्संज्ञा हलन्द्यम् इति सूत्रेण पकारस्य इत्संज्ञा भवति ति इति अवशिष्ट तस्य लोपकसूत्रेण लोपः अपि भवति ति इति अवशिष्टभागः अत्र वर्णमेलनेन भीति इति अहं तु टिप् विषये पृच्छितुं न पृच्छामि अहं केवलम् एकं प्रश्नं पृच्छामि टिप् कृते अङ्गभागः किम् अस्माकम् अङ्गभागः ति अङ्गभागः भि भि ओके कृते अङ्गभागः भि ओके यावत्पर्यन्तम् अवगतम् ओके इदानीं गीता अद्य वक्तुं शक्नोति आं भगिनि ओके चलो इदानीं युजिर् यदस्ति तत्र वदतु तत्र रकारः हलन्त्यमिति रूपेण लोपः भवति इत्संज्ञा उक्त्वा तस्य लोपः इति सूत्रेण लोपः भवति क्षम्यताम् अत्र रकारः इति पदं नास्ति रादिप्पः रेपः तत्र धन्यवादः रेपः रेपः लोपः भवति अनन्तरं इर् इत्संज्ञा वाच्या इति रूपेण तद् बिन्दुः अपि लोपः भवति कथं रेफस्य लोपकार्यं भवति केन सूत्रेण कृतवती हलन्त्यम् इति सूत्रेण हलन्त्यम् इति सूत्रेण अतः अवशिष्टभागः युजि एव अस्ति अस्तु भगिनि युजि युजि एव अस्ति अनन्तरं तिप् आगच्छति तिप् इति इदानीं मा चिन्तयतु तिप् तु अस्तु भगिनि अन्तिमभागे आगच्छति अवशिष्टभागः किं भविष्यति युजि युजि तस्य यदस्ति तत्तु अनुनासिक इकारः अस्ति भवती एव उक्तवती न किमपि युज् आम् आं भगिनि आं भगिनि अनुनासिक इकारः अस्ति उपदेशे अजुरान् अजनुनासिक इति रूपेण इकारः तद् इङ् अपि गच्छति युजि युजि एव अवशिष्यते युज् परन्तु भवत्याः लाजिक् किञ्चित् भिन्नम् अस्ति इर् इत् संज्ञा वाच्या इति एकं वास्तिकम् अस्ति भगिनि अत्र धु अधिकं जकार अधिकम् इर् इति अस्ति अतः इर् समूहः गच्छति वार्तिकेन आं भगिनि अतः युज् यद् अवशिष्टभागः अस्ति तत्तु एकमेव स्टेप् मध्ये इर् गच्छति अलन्त्याम् उपदेशे अनुनासिक इत् द्वयोः उपयोगम् अत्र न कर्तव्यम् एवं वा अस्तु इर् किम् इत् संज्ञा वाच्या इति यत् वार्तिकम् अस्ति तस्य उपयोगे वयम् इत् संज्ञा कृत्वा इर् समूहस्य इत् संज्ञा कृत्वा तस्य लोपः इति सूत्रेण तस्य लोपकार्यमपि कुर्मः तदनन्तरं भागः युज् इदानीं यत् प्रत्ययः अस्ति तस्य भागः किं तस्य अङ्गभागः युज् युज् ओके अस्तु भगिनि आम् भगिनि भगिनि पुनः एकवारं वदतु तत्र अनुस्वारः अस्ति खलु how did you bring ir ir atra bhavatya idanim muktam ir it sanya vachya iti ityanena ir purnataya apagachati itu bhavati kalu mahodaya vayam patitavantaha na uttaram samasma sutraka anuswara where will it go na na na ekanimsham ha निमिषं अत्र इर इत् संज्ञा वाच्या द्रष्टुं शक्नोति ओके सरस्वति अवगतम् आम् बट् इस् द अनुस्वार अनुनासिक अनुस्वार अनुनासिक भिन्नता कुत्र अस्ति अनुनासिकः केवलं बिन्दु अस्ति अनुस्वारः चन्द्रबिन्दु अस्ति अनुनासिक चन्द्र न न न न अनुनासिक ओ अनुनासिक चन्द्रबिन्दु anuswara bindu oh am okay. so in that dhatu you have to yujim yujim tatra it is yeah it is not anunasika right no yes. no no pashyatu samyuktaya ha yeah so if I do the verb anantaram e asti yeah am that e asti that anunasika e asti अनुनासिक ऐ मीन् ऐ एम् लुकिङ्ग् इट् एस् एन् अनुस्वार ओवर् ओके ओके दट् इस् द रीसन् वै एम् फीलिङ्ग् धन्यवादः इति समूहः अस्ति आम् आम् अधिकं इर् इर् यदस्ति तत्र इकारः अनुनासिक इकारः अस्ति अतः इर् इत्संज्ञा वाच्या एतस्य सूत्रस्य अथवा वार्तिकस्य अवकाशः आगच्छति अवगतं वा वाच्या यदस्ति तत् अत्र उपयोगं कर्तुं शक्नुमः किमर्थं धातुः अस्ति प्रथमम् एतत् सर्वं धातुविषयः अस्ति धातु प्रत्ययः सर्वत्र एतस्य उपयोगम् अस्ति निपुडवः यदस्ति तस्य अधः एकं वार्तिकम् अस्ति तदस्ति इर इत् इर इत्संज्ञा वाच्या ओके it's just my reading mistake. I couldn't see properly. Okay, is any question? Aam, aam, bhagini. Dhanyavad. Okay. Agari gachamaha? Aam, bhagini. Okay. Idanim irto gatam. Ataha etat aham nishkasayami. Atra पर्यायः आसीत् गीता भगिनि अहं ओके इदानीं पुनः वदतु सित् कृते अङ्गभागं किं युज् युज् ओके तावत्पर्यन्तम् अवगतं भगिनि अवगतम् ओके मन्दं मन्दम् अहं गच्छामि भगिनि अस्तु जया जीव आम् अत्र जीव उपदेशे अजननासकीर्तसूत्रे कारणेन अनुनासिक विल् गोवे अनुनासिक किं वर्णः वदतु केवलम् अनुनासिक न अनुनासिक किं अण्डर् द पदच्छेद जकार ईकार वकार अकार with ananasika so the ara with ananasika it's sanya bhavati avati tad rupam jeev iti jeev jeev jeev iti avashishta bhagam atah eva aham spashtataya prichhami ananasika gatam parantu kim varnasya ananasika aham ओके इदानीं इदानीम् अहं टिप् योजयामि चेत् टिप् कृते अङ्गभागं किम् अङ्गभागं जीव् जीव् ओके अन्तिम उदाहरणं कण्णम्मा अस्ति आं भगिनि दृशि अत्र इर् इति वाच संख्या इत् संज्ञा वाच्य इर् इत् संज्ञा भवति तस्य लोपः भवति अवशिष्टं दृश् दृश् ओके अधिकं टिप् चेत् अङ्गभागं किं दृश् दृश् ओके इदानीं पुनः अहम् आरम्भस्तरे गच्छामि यावत्पर्यन्तम् अवगतम् अङ्गभागविषये प्रश्नः इदानीम् अस्ति चेत् पृच्छन्तु कारणम् इदानीम् अहम् अग्रे गच्छामि ओके आम् अग्रे किं कार्यं कर्तव्यं कस्याः पर्यायः पश्यामि इदानीं विकर्णप्रत्यय मुत्तुलक्ष्मी आगच्छतु नमो नमः उक्तवती श्रूयते महोदय मन्दमन्दं श्रूयते लक्ष्मी भगिनी एकवारं म्यूट् मध्ये तिष्ठतु महोदय वदतु नौ एकनिमिषं हा अहं हेड्फोन् स्वीकरोमि. इदानीं श्रूयते भगिनि, हेड्फोन्स् आवश्यकता नास्ति न महोदय? इट् इस् कासिङ्ग् ओके ओके ओके ओके. इदानीं क्री यदस्ति तत्र महोदय प्लीस् म्यूट् करोतु, म्यूट् करोतु. ओके, इकः अङ्गस्य, अत्र इक् अङ्गे इक् उत्तरं घटिते इकर्णः, इकर्णः अस्ति क्री मध्ये, अतः क्री मध्ये इकर्णः अस्ति, अतः अङ्गे अङ्गे अस्ति. कोलाहलमस्ति महोदय, कोलाहलमस्ति महोदय, इक् अस्ति अङ्गे. ओके, इदानीं गतम्, इदानीं नास्ति. ओके, अङ्गे इक् अस्ति. ओके, यावत्पर्यन्तम् अवगतम्? ओके, इदानीम् अग्रिम पूर्णिमा, क्रीड् एतस्य प्रोसेसिङ्ग् कृत्वा वयं क्रीड् पर्यन्तम् आगतवन्तः. अङ्गः क्रीड् इति निश्चितवन्तः, तत्र अङ्गे इक् वर्णः अस्ति वा न? पूर्णिमा, अरे पूर्णिमा नास्ति. हा प्रतिभा, सम्यक् नास्ति भगिनी. भगिनी अहम् उक्तवती क्रीड् मध्ये इक्वर्ण अस्ति, परन्तु दीर्घ इक्वर्ण अस्ति, तदर्थं किमपि न भवति, क्रीड् एव तिष्ठति, क्रीडधिकतिप्रत्यति भवति. प्रश्नस्य केवलं प्रश्नस्य उत्तरं ददातु, क्रीड् यत् अङ्गम् अस्ति तत्र इक्वर्णः अस्ति वा नास्ति? इक्वर्ण अस्ति परन्तु दीर्घ अस्ति. परन्तु विषये अहं न पृच्छामि इदानीम्. ओके, हा इक्वर्णः अस्ति. ओके, अग्रिमधातु प्रतिभा. नमस्ते भगिनी, सुप्रभातम्. हा सुप्रभातम्. बी यदस्ति तत्र इक्वर्णः अस्ति वा नास्ति अङ्गभागे? अस्ति भगिनी, अस्ति अस्ति. ओके, हा इदानीं नेक्स्ट् कस्य कस्याः रूपल्, युजिड् युज् यदस्ति ओ ओ ओ रूपल् आडियो सम्यक् नास्ति. सरस्वती तत्र इक् वर्णः अस्ति वा नास्ति? अस्ति महोदय. ओके, हा इदानीम् अग्रिमधातु जीव. ओके, सर्वमङ्गला. नमस्ते. इक् अस्ति, इक् अस्ति. ओके, अहं तु सर्वत्र इक्. विजया, दृश्य. आं महोदय, अत्रापि अत्रापि इक् वर्णः अस्ति एव. इदानीं रूपल् भगिनी म्यूट् मध्ये तिष्ठतु कृपया. मुत्तुलक्ष्मी न. ओके, इदानीम् अग्रिमभागः रूपल्. अहम् एकमेकमेव प्रतिवारं स्वीकरोमि समस्याः. ओके, इदानीं कस्याः पर्यायः अस्ति? सर्वमङ्गला समाप्ता. ओके, अनिल् पुनः भवतः पर्यायः. ओके, पश्यतु, इक् वर्णः अङ्गे अस्ति क्रीविषये, परन्तु यत् इक् वर्णः अस्ति तत् अन्तिमवर्णः अस्ति वा उपधावर्णः अस्ति? अन्तिमवर्णः महोदय, अन्ते न. अन्ते अस्ति. ओके, इदानीं अग्रिमधातु अनुसूया, अनुसूया प्रीत्यदस्ति, तत्रापि अस्ति इति उक्तम्. अन्ते अन्ते इगन्तः नास्ति, उपधायामेव ईकरणम् उपधायाम् अस्ति. उपधायाम् ईकरणः अस्ति. ओके, यावत् पर्यन्तं महोदय प्रश्नः अस्ति वा? वदतु वदतु. न महोदय, प्रश्नः नास्ति, उत्तरं दत्तमेव. भागीरथी भगिनि वदतु भगिनि, अत्र अङ्गस्य अन्ते एकवर्णः अस्ति. अङ्गस्य अन्ते एकवर्णः अस्ति. ओके, आम् स्पष्टं न, स्पष्टं न इदानीं? स्पष्टं भगिनि. ओके, अग्रिम चन्द्रमती, जीव, अत्र जीव इति अस्माकं हस्ते अवशिष्टभागः अस्ति, तत् अस्ति अङ्गे, परन्तु इक्वर्णः कस्मिन् स्थाने अस्ति? अन्ते अस्ति, उपधायां लघुत्वर्णः, उपधायां लघुत्वर्णः. लघु अथवा दीर्घविषये अहं किमपि प्रश्नं न कृतवती. ओके, सी आल्वेज कान्सन्ट्रेट् आन् वन् थिङ्ग् एट् अ टैम्, तदा एव स्पष्टता एण्ड् फोकस् एण्ड् क्लारिटि यु विल् गेट्. ओके, एकमेव प्रश्नं करोमि, एकमेव समस्यायाः समाधानं कर्तुं प्रयत्नं करोमि, कारणं कोलाहलः अस्माकं मनसि. ओके, चन्द्रमति अङ्गे अस्ति वा उपधायाम् इक्वर्णः अस्ति? धातु युजिर् अस्ति वा जीव् अस्ति वा महोदय? अत्र अस्माकं जीव, जीव अत्र उपधायाम् इक्वर्णः अस्ति, उपधायाम् इक्वर्णः अस्ति. ओके, ओ अहं तु एकं विस्मृतवती, क्षम्यताम्. गीता, आं महोदय, न गीता यद् अहं विस्मृतवती, युजिर् युज् यदस्ति तत्र इक्वर्णः अस्ति इति वयं निर्णयं कृतवन्तः. इदानीम् इक्वर्णः अन्ते अस्ति वा उपधायाम् अस्ति? उपधायाम् अस्ति, उपधायाम् अस्ति. ओके, आम् आं भगिनि. सर्वे इदानीम् अवगच्छन्ति वा? जया आं भगिनि, सम्यक्, आम् आं भगिनि, सम्यक् अवगच्छ. यदस्ति अत्रापि इक्वर्णः अस्ति इति वयं निर्णयं कृतवन्तः. इदानीम् अङ्गे अन्ते अस्ति वा उपधायाम् अस्ति? उपधायाम्, उपधायाम् अस्ति. ओके, यावत्पर्यन्तं वयं सम्यक्तया अवगतवन्तः, इदानीम् अग्रिमसोपानं किम् अस्ति तस्मिन् विषये पश्यामः. महोदय महोदय, अहम् अत्र एकं मोर् धातु ऐ वाण्ट् टु स्वीकृतं, केन् वि टेक् इट्? कूर्द् एकनिमिषम् अहं न अवगतवती, पुनः वदतु. केन् वि कन्सिडर् वन् मोर् धातु इन् दिस् लिस्ट्? कूर्द् कूर्द् कूर्द् एतत् अस्ति वा? दकार दकार अस्ति. दकार न तृतीयवर्णः महोदय. कूर्द् एतत् अस्ति वा? परन्तु एतत् किं प्रोसेस्ड् धातु अस्ति वा? प्रोसेस्ड् धातु ओके प्रोसेस्ड् धातु ओके. अतः एतस्य पूर्वभागं किञ्चित् प्रयत्नं करोमि अष्टाध्याय्यां दृष्ट्वा. ऐ केन् टेल् यू महोदय. इट् इस् कूर्दं पश्यामि. हा ओके. इदानीं कूर्द् हा कूर्द ओके. दकार उपरि रेफः नै किं सम्यक्तया लिखामि. हा कूर् द ओके एवमस्ति. हा इत्युक्ते अनुनासिकचिह्नम् अस्ति तत्र. अनिल् इदानीम् अवशिष्टभागं किम्? कूर्द् उपदेशाचनुनासिक अनुनासिक अकार इति संज्ञा भवति, तस्य लोपः इत्यनेन तस्य लोपः भवति. ओके. अनन्तरं टिप् कृते कूर्द् इति अङ्गम् अस्ति. इदानीम् अङ्गे अन्ते अन्ते इक्वर्णः अस्ति. प्रथमकार्यम् इक्वर्णः अस्ति वा न? अस्ति अङ्गे इक् अस्ति. अङ्गे इक् अस्ति ओके. बहु सम्यक् उदाहरणम् अस्ति एतत्. हा अस्माकं कृते तु लैक् दिस् कन्फ्यूसिङ्ग् इन्स्टेन्सस् वि मस्ट् गेट् ओके. ओके अङ्गे इक्वर्णः अस्ति. हा इदानीं यः इक्वर्णः अङ्गे अस्ति तत् अन्ते अस्ति उपधायाम् अस्ति? न महोदय, अन्ते अपि नास्ति उपधायामपि नास्ति. अतः अस्माकं कृते एतस्य उपयोगमेव नास्ति. हा अवगतम्? इक्वर्णः अङ्गे अस्ति परन्तु उपयोगी नास्ति. हा अतः अवगतम्? सर्वे जनाः इदानीं आं भगिनि अवगतम्. कूर्द् यदस्ति तत्र इक्वर्णः अस्ति परन्तु अन्ते अपि नास्ति उपधायामपि नास्ति. ओके. परन्तु महोदय अत्र अङ्गे इक् अस्ति चेत् दिस् अङ्ग इस् काल्ड् इक् अङ्ग. ओके अङ्ग ओके ओके ओके सो दिस् इस् इक् अङ्ग परन्तु एकनिमिषं. हा अस्माकं सूत्रं किं वदति? इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः. ओके एतस्य एव वयं परिशीलनं कुर्मः. हा ओके मन्दमन्दं गच्छामि इदानीं. हा यावत्पर्यन्तम् अवगतम् अङ्ग इत्युक्ते किम्, इक् अङ्ग इत्युक्ते किम्, हा तदनन्तरम् इक् वर्णस्य स्थानम् अन्ते अस्ति वा उपधायाम् अस्ति. अत्र तु कूर्दविषये अन्ते अपि नास्ति उपधायामपि नास्ति. अतः अस्माकं हस्ते यत् सूत्रमस्ति इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः यत् सूत्रमस्ति एतस्य अवकाशः एव नास्ति. किमर्थं? कारणम् अङ्गे महोदय अहं स्पष्टं न कृतवती. हा सत्यं? हा as soon as sarvadhatuka ardhadhatuka, see, if we just say that, there is no mention of anything else, right? So ikangasya is mentioned. So ikangasya atra asti. So then prasakti asti. Prasakti asti. Tat satyam. Ha. अतः एव अन्ये अन्यानि सूत्राणि यत् सन्ति यानि सन्ति तेषाम् आधारेण अथवा उपयोगं कृत्वा वयम् अग्रे गच्छामः हा इदानीम् अग्रे पश्यामः हा वाट्स् द नेक्स्ट् स्टेप् हा वयं निर्णयं कृतवन्तः टिप् यदस्ति तत्तु सार्वधातुकप्रत्ययः अस्ति अतः अङ्गविषये वयं चिन्तनं कुर्मः यावत्पर्यन्तम् अवगतम् अतः इक् अङ्गस्य विषये वयं चिन्तनं कुर्मः यत् इक् वर्णः अस्ति अन्ते अस्ति वा उपधायाम् अस्ति किमर्थम् एतद् द्वयमपि वयं पश्यामः कारणम् अस्माकं हस्ते सूत्रद्वयम् अस्ति एकं तु अस्ति किं सार्वधातुक अर्धधातुकयोः इति हा सार्वधातुक अर्धधातुकयोः इति एकं सूत्रम् अस्ति एतस्य सूत्रस्य आधारेण वयं किं कुर्मः एतत् उपधाविषयः अस्ति पूर्वं वयं पठितवन्तः न पुनः सूत्रसहिता दृष्टिः तत्र वयं पठितवन्तः किं दृष्टवन्तः तत्र अरे कुत्र गतम् सार्वधातुकयोः एकवारं वयं किञ्चित् सार्वधातुकम् इति निर्णयं कृतवन्तः हा तदनन्तरम् अस्माकं हस्ते धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम् एतत् सर्वम् अस्माकं हस्ते अस्ति हा अनन्तरं तिंशित् सार्वधातुकम् इति आगतं तदनन्तरं सार्वधातुक आर्गधातुकयोः एतस्य सूत्रस्य प्रसक्तिः आगच्छति तदा किम् आगच्छति इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः ओके हा एतत् वयं पठितवन्तः परन्तु यत् समस्या वयं दृष्टवन्तः अत्र अन्ते उपधायाम् अथवा अन्यत्र एतस्य समाधानं कुतः मिलति हा येन विधिस्तदन्तस्य हा इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् ओके हा इकः अङ्गस्य एतस्य अर्थम् इदानीम् अवगतवन्तः सर्वे अङ्गस्य इत्युक्ते अङ्गभागे यत्र कुत्रापि इक् वर्णः अस्ति तदस्ति इक् अङ्गः इदानीं येन विधिस्तदन्तस्य किं वदति हा विधिकार्यं कुत्र भविष्यति हा येन विधिस्तदन्तस्य यस्य अन्तः अस्ति हा एकनिमिषम् अहं किं विधिकार्यं यस्य अन्तः तत् अस्ति हा येन विधि कर्तव्यम् अस्ति तत् तस्य अन्तस्य एव कर्तव्यम् अनन्तरम् एतस्य सूत्रेण वयं किं प्राप्नुमः यत्र कुत्रापि इक् वर्णः अस्ति अङ्गभागे तत् तस्य कृते एतस्य सूत्रस्य अवकाशः मिलति परन्तु विधिकार्यं कुत्र कर्तव्यम् अथवा कर्तुं शक्नुमः तस्य कृते अलोन्तस्य इति सूत्रम् आगत्य वदति यत्र अल् वर्णः अन्ते अस्ति तत्र कार्यं कर्तव्यम्। यावत्पर्यन्तम् अवगतम्? सो अङ्गस्य अन्ते स्थितस्य एव कर्तुं शक्यते। हा, अङ्गस्य अन्ते यत् इक् वर्णः अस्ति तत्र एव कार्यं कर्तुं शक्नुमः एतस्य सूत्रस्य आधारेण। ओके, विधि ऐडेण्टिफै करोति येन विधि तदन्तस्य। हा, ओके, अङ्गस्य वर्णस्य कारणेन विधिकार्यं भविष्यति। ओके, परन्तु कस्मिन् मार्गे भविष्यति? अल् वर्णः यत्र अन्तिमवर्णः अस्ति तत्र एव कार्यं भविष्यति। ओके, इदानीं स्पष्टं भगिनि। We have to go to so many steps to look fully. अग्रे अग्रे किम् अस्ति? हा, इदानीम् अन्ते इक्वर्णः अस्ति चेत् एतस्य सूत्रस्य प्रसक्तिः आगच्छति। ओके, एतत् सर्वम् इदानीं वयं यत् दृष्टवन्तः, किञ्चित् सार्वधातुकं सार्वधातुकार्धधातुकयोः, हा, एतस्य कारणेन वयम् अन्ते स्थितः अल्वर्णस्य इक् अल्वर्णः यः इक् वर्णः अस्ति, हा, अल् अस्ति परन्तु इक् अपि भवितव्यं, तदा एव गुणकार्यं भवति। किमर्थं? कारणं गुणकार्यं केवलम् इक् वर्णानां कृते अस्ति। ओके, इको गुणवृद्धिः इति परिभाषासूत्रमस्ति न, तो गुणकार्यम् अस्ति वा वृद्धिकार्यम् अस्ति, द्वयमपि केवलम् इक् वर्णानाम् उपरि भवति। ओके, भगिनी, एवं मम अवगमनं सार्वधातुक आर्धधातुकयोः अङ्गस्य अन्ते स्थितस्य इक् वर्णस्य आर् अल् वर्णस्य गुणः भवति। हा, ओके, अल् वर्णस्य गुणः वक्तुं न शक्नुमः। इक् वर्णस्य कारणं किम् अस्ति? अस्माकं सार्वधातुक अर्धधातुकयोः यत् सूत्रमस्ति तस्य सम्पूर्णरूपं किम्? अनुवृत्तिसहितरूपम् इकः अङ्गस्य गुणः यदा सार्वधातुकम् अस्ति अथवा अर्धधातुकम् अस्ति। ओके, ओके, इदानीं अङ्गस्य यदस्ति तत्र समस्या अस्ति वा अथवा भ्रमः अस्ति? अङ्गस्य यत् शब्दम् उपयुक्तम् अस्ति अत्र, इक् यत् उपयुक्तम् अस्ति, इक् वर्णः अस्ति चेत् अङ्गभागे तत्तु अङ्ग किम् इक् अङ्गः इकन्त इकङ्गः इति वक्तुं शक्नुमः। ओके, परन्तु अत्र वयं दृष्टवन्तः, किम् एतस्य प्रसक्ति आगच्छति, इक् वर्णः अस्ति अङ्गभागे इक् वर्णः अस्ति चेत् प्रसक्ति आगच्छति, परन्तु कुत्र भवितव्यम्? येन विधि तदन्तस्य, एतस्य सूत्रस्य आधारेण, विधिकार्यम् अन्तस्य वर्णः अस्ति, अङ्गस्य अन्ते इक् वर्णः अस्ति तदा एव विधिकार्यं भवति, अथवा तदा एव तस्य नामकरणं कर्तुं शक्नुमः। अनन्तरं कुत्र एकमेव स्थाने अथवा सम्पूर्ण अङ्गे विधिकार्यं कर्तव्यम्? हा, अवगतम्? अवगतम्। अङ्गे यदा इक् वर्णः अस्ति तदा किं भवति? प्रश्नद्वयम् उद्भवति, किं केवलं यत्र इक् वर्णः अस्ति तत्र कार्यं कर्तव्यम् अथवा सम्पूर्ण अङ्गस्य उपरि कार्यं कर्तव्यम्? ओके, तस्य कृते अलोन्तस्य आगच्छति सूत्रम्. तत् किं वदति? यत्र अल्वर्णः अन्तिमभागे अस्ति तत्र एव कार्यं कर्तव्यम्. अत्र अल्वर्णः इक्वर्णः भवति तदा एव कार्यं भवितुम् अर्हति. हा, अवगतं महोदय? महोदय, अत्र बिफोर् वि मूव् आन् टु अलान्तस्य, I would like to summarize what we learned with the Vidyatananda. Maybe I'll take an example. I'll try to say in English. So for example, if there is a person who is wearing a red shirt or a green shirt, we can call him a red person, green person, like that. So similarly, the anga, if it has ik, we call it ika anga, like this. But then this Yen Vididantese says, it is not the red color anywhere. It should be in the shirt. So the ik should be at the end. Or it should be in the cuff only. Put it like that. So Yen Vididantese specifically says that only if it is end, then I will call it ikanga, otherwise I will not. Yeah. Okay. No, not that way. Not that way. Vidikaryam, anga, अङ्गे यत् इक् वर्णः अस्ति तत् यदा अन्ते अस्ति तदा विधिकार्यं भवति. अवगतं? भगिनी, इक् वर्णः अङ्गे वा अङ्गस्य अन्ते वा भवितुम् अर्हति, परन्तु अन्ते स्थितस्य वर्णस्य इक् वर्णस्य एव गुणः भवति. एतत् एकनिमिषं, येन विधि तदन्तस्य किं वदति? हा, यस्य अन्ते इक् वर्णः अस्ति, तस्य अङ्गस्य नाम इगन्त इति वक्तुं शक्नुमः. अवगतम्? Avagatam, Bhagini. Bhagini, even I understood the other way. So now you're saying, ik angasya ante ik asti chet, there vidikaryam happens, right? Okay. Got it. No, there vidikaryam doesn't happen. Then vidikaryam happens. Get the difference. Then vidikaryam happens. Then vidikaryam happens. अङ्गस्य अन्ते इक्वर्णः अस्ति चेत् विधिकार्यं भवितुम् अर्हति, परन्तु अलोन्तस्य स्पष्टीकरणं करोति द विधिकार्यं विल् हेपन् इन् द फुल् अङ्ग आर् ओन्लि इन् द अन्तिम अल्वर्णस्य स्थाने. अवगतम्? सी द डिफ्रेन्स्. देट् इस् वै यु नीड् टु नो अङ्ग एण्ड् इक् अन्ते अस्ति वा मध्ये अस्ति वा उपधायाम् अस्ति. ओके, देट् इस् वाट् यु हेव् ट्रैड् टु डिस्कवर् नौ वित् आल् दीस् एक्साम्पल्स्. हा, अन्ते अस्ति, उपधायाम् अस्ति अथवा अन्यत्र. ओके, तत्र अनुवृद्धिसहितसूत्रं तत्र इकः अङ्गस्य गुणः सार्वधातुक तत्र केने पुट् इन् ब्राकेट् इकः अङ्गस्य अन्ते गुणः नाट् नौ फार् दिस् या फार् द पर्पस् आफ् यूसिङ्ग् दिस् इकः अङ्गस्य अन्ते अस्ति चेत् अगुणकार्यं भवति. ओके, परन्तु गुणकार्यं कुत्र कर्तव्यं? सम्पूर्ण अङ्गे कर्तव्यं वा केवलम् इक् वर्णः यत्र अस्ति तत्र कर्तव्यं? तस्य स्पष्टीकरणम् अत्र अलोन्तस्य आगत्य वद. महोदय, इट् इस् नाट् एडेड् हियर्. देर् आर् अदर् यूसेस् फार् अलोन्तस्य. चलो महोदय अत्र अत्र ऐ डोण्ट् सी अ रीज़न् फार् अलोयन्तस्य बिकास् सी वित् वेनिविदितन्तस्य वि हव् टोल्ड् इक् वर्ण इस् एट् द एण्ड् आलरेडि now if it is already end and guna happens only on the ika only right so how can it happen anywhere else one minute ha vena vidhi sadantasya what does it tell if ikvarna is in the end ha guna will happen anga is considered to be iganta samitam bhagini can I just try to tell what I understood Yeah, very good. In this, if you go a little further, they are explaining the Yena Vidhi Stadantasya. In that, they are saying that in Yena Vidhi Stadantasya means by which the Vidhi, Vidhi is the Karyam occurs, that is there in the end. So they say here, the Ikvarna is the reason for the Karyam there. So, ikvarnena gunakaryam vidiyate. So, this ikvarna, gunakaryam vidiyate, that is one, tadantasya. Here, it is igantasya. Because, see, this sutram is maybe applicable in other places also, where there is something else which is ending. Whereas here, it is the igantasya. So, here, igantasya, the sabdasya api gunakaryam bhavati. Not only the ikvarna gunakaryam vidhiyate, sabdasya, that ending word, that word, whichever the word is, shabdam is, which has a igantam, in that word also gunakaryam vidhiyate, that is one sutra. So, but Alontasya says, only if ikaha is at the end, then that ikaha is gunakaryam. It's not only ikaha. Alontasya says, the karyam will be on the alvarna which is at the end alvarna at the end but here we are talking about ikaha so I say ikaha the alvarna that is at the end but what yena vidhi tadantasya tells us is this is the ikvarna is making the karyam there the gunakaryam that is a reason for the karyam occurring there So, here, in Eda Vidhitansya, the Ikvarna also gets the guna, guna bhavati, and even the word which is Iganta, that is the end, is Ika, that word, also can have a guna karyam. But, so that confusion where they hear, he says, so the thing, Swastya, Rupasya, both gets the thing. So, here the Alantasya again brings the next step, for this sutra that which we are studying the for that to tell us that only if the ikaha is at the end of the shabdam that ikaha undergoes the gunaha that's yeah. what so Very this true. We need both the ena vidhi phalase sarvadhatuko arvadhatuko yoho ikaha anga gunaha bhavati that is one but then where which ikaha so when they say when the anga has got ikaha And that also when there is an end of the shabda, the anga, the end is, has got ikaha. So here the gunakaryam can occur either the whole shabdam or at the ikaha. So the next one says alontasya, that means at the end. So that so we have to arrive till alontasya to prove that it is the last letter. Yeah. Very good. Yeah, yeah. Perfect. Everybody understood? Huh? Yeah, I have a question. I still have a question. Okay. Prachadu. Atra, see, when we say gunakaryam bhavati, so gunakaryam bhavati, ik, it happens only on ik only, right? Yeah. And now when we are saying the anga have ik, and then we are saying ik has to be at the end. If ik is at the end, there is nowhere ik, right? So, where else will guna happen? Guna will have to happen on the end, on the ika, right? Why are we saying ika can happen on the anga? What do you mean by ika happening on angam? No, you can have the gunakaryam happening in the place of the complete anga or in the place of the ikvarna in the anga. Dvayam api shakyate. So that I'm not able to understand. What do you mean by guna on angam? Guna happens on ikvarna, right? See, guna happens on ikvarna na. Guna happens because of ikvarna. Okay. Yada ikvarna asti, tasya gunakaryam bhavati. Okay. Okay. Atra kim asti, yena vidhi kadam tasya, how Kannamma explained was very nice. Vidhikaryam yasya antaha ikvarna asti, tasya atra asnim sandarbe. Now, yena vidhi kadam tasya, can happen in some other situation also. That is why this is a general sutram. Okay. Atra yena vidhi kadam tasya agatya vadati ange yada ikvarna. Karanam, we have already declared. What have we declared? Sarvadhatuka ardhadhatuka yoho, we have declared. How? Ik angasya gunaha sarvadhatuka ardhadhatuka yoho. Iti sampurna sutram asti. Anuvritti sahita sutram. अतः वयं जानीमः अङ्गभागे इक्वर्णः अस्ति अतः गुणकार्यस्य प्रसक्तिः अस्ति यदा सार्वधातुकप्रत्ययः अस्ति अथवा आर्धधातुकप्रत्ययः अस्ति नौ कम्स् द अङ्गविषये हौ वि आर् गोयिङ्ग् टु डिसैड् तत्र किमस्ति येन विधिः तद् अन्तस्य सो अस्माकं हस्ते इक् अन्तः अस्ति अतः विधिकार्यं यस्य इक् अन्तः अस्ति तस्य भवति ओके इदानीं प्रश्नः उदेति स्वस्य रूपस्य ओके नौ वाट् इस् इट् स्वस्य रूपस्य वट् डस् इट् से इत्यनेन स्वं रूपम् इत्यनयोः अनुवृत्तिः विभक्तिपरिणामः इत्यनेन शस्य भवति स्वस्य रूपस्य विच् मीन्स् न स्वस्य रूपस्य इत्युक्ते सम्पूर्ण अङ्गस्य यदस्ति रूपं इगन्तरूपं सम्पूर्ण अङ्गः प्राप्नोति ओके अथवा केवलं यत्र इक्वर्णः अस्ति तत्र न येन विधिस्तदन्तस्य टेल्स् यु यस्य अन्तः तत् अस्ति अस्माकम् अस्मिन् सन्दर्भे इक् अस्ति यस्य येन विधि तत् अन्तस्य तद् अन्तस्य इत्युक्ते इक् अन्तस्य ओके तत्र अस्माकं हस्ते इदानीं किम् अस्ति रूपमस्ति अङ्गस्य रूपं सम्पूर्ण अङ्गम् अस्ति अतः एव इगन्तम् अङ्गम् इति नाम आगच्छति एण्ड् देन् नौ वाट् हेपन्स् अलोन्तस्य आगत्य किं वदति यत्र अन्तिमवर्णः अल् अस्ति तत्र एव कार्यं भवति ओके सो फार् अस् फार् दिस् पर्टिक्युलर् इन्स्टेन्स् इक् वर्णः इस् द अल् वर्ण फार् अस् ओके भवति दट् इस् क्लियर् महोदय बट् स्टिल् ऐ हाव् द डौट् वट् डु वि मीन् बै गुणकार्यम् आन् अङ्गम् Just can I read that line here? I don't know. If you can have an example which explains Gunakaryam on Angam, which is not, I think that is coming somewhere in the future. Sampurna Angasya Sthane Athava Kevalam Alvaranasya Sthane. I think somewhere in the future, if there is a gunakaryam or there is some sutram which makes you replace the complete anga okay I think that is the time that we will understand I have not got any example of that kind right now okay yes I have understood shall I try to explain madam yeah go ahead वित् उदाहरणं येन विधिस्तुदन्तस्य इति सूत्रः बोधति अन्ते इक्वर्णः अस्ति चेत् तस्य गुणं भवितुं शक्यते यथा भो अस्ति भो इद इगन्तरूपः अस्ति खलु परन्तु अलोन्तस्य इति सूत्रेण भो सर्वमेव परिवर्तनं न गच्छति परिवर्तनं न भवति भो इगन्त किमर्थं भो इगन्त नास्ति भू भूधातु भूधातु सोरि भूधातु इगन्तमस्ति खलु तस्य सर्वे भू एव परिवर्तनं न भवति अलोन्तस्य इति सूत्रेण सूत्रः सूचयति केवलम् उकारः यः अन्ते अस्ति तस्य गुणः भवति न तु भू सर्वभू विधिस्तदन्तस्य इति सूत्रेण भू परिवर्तनं कर्तुं अर्हति परन्तु अलोन्तस्य इति सूत्रेण कुत्र एक्साक्ट्लि वेर् इट् हेस् टु बि डन् भू एव परिवर्तनं भवति इति सूचयति इति अहं मन्ये परन्तु येन विधि सदर्थन् दट् वन् सेस् अन्तस्य रैट् अन्तस्य भो भो भो हेज् इगन्तप्रत्यय खलु भू भू हेज् भू इस् इगन्तप्रत्य धातु रैट् दट् इस् वाट् विधिस्तदन्त सेस् दट् भू धातु अन्ते इकः अस्ति चेत् तत्र भवितुं शक्यते परन्तु एक्साक्ट्लि वेर् इट् इस् इट् डजन्ट् से भू you can't take the whole boo and try to change ha but alastasya will say only ibhu vidhatu ante asthita ikah see my point is why do we even need that because iko guna vritti in that it says iti sutrena ik sthani bhavati yatra sthani na uktam so ik itself is the sthani so in place of ik only we are supposed to do it why the whole angam is coming into picture no that is not the point yahan what is happening here yena vidhi depends on eco energy as first come or alontem first come one minute here the explanation is given that a vidhi mentioned using an adjective happens in the context of that adjective and also in the context of the words which end in that adjective they are telling that that means yena vidhihi uktah sah vidhihi tadantasya api bhavati svasyapi bhavati saha ante yasya saha tadantah tasya tadantasya bahurvihi yena vidhiyate iti vidhihi no it so is given is here very clearly in our karapatra vidhihi ityukte karyam सार्वधातुक आर्धधातुकयोः इति सूत्रे विधिः अस्ति गुणकार्यः गुणः विधीयते कस्य गुणः इक्वर्णस्य गुणः तर्हि येन विधिस्तदन्तस्य इति सूत्रे अत्र येन इत्युक्ते इक्वर्णेन गुणकार्यं विधीयते येन इक्वर्णेन गुणकार्यं विधीयते तदन्तस्य शब्दस्य अपि गुणकार्यं विधीयते सो हियर् बोत् हेपन्स् द इगन्त इफ् इट् इस् अ द एण्ड् आल्सो द इक् वर्ण कासस् द गुणकार्यम् एस् वेल् एस् इफ् इट् इस् अन् इगन्त द होल् शब्द गुणकार्यम् अपि विधीयते सो फोर् टु देन् फोर् द सेलेक्षन् इन् दिस् पर्टिक्युलर् केस् वि गो डौन् टु अलन्तस्य because there must be other cases where we don't have to go to this or there is some other sutram following so this is a general sutram where we instead of ik iganta there might be something else that's why they say tadantasya that which ends so gunakaryam occurs in some other places also not necessarily gunakaryam it can be some other karyam ha huh? yeah any other karyam so that is why they say antasya so first we come to iganta here for us in this particular case it is iganta so here in igantasya this thing we have a gunakaryam because igantasya here according to this ena vidita dantasya it could be above the saptam or it could be only the ikvarna. So to determine that we go down to alantasya where it says it should be at the end of the shabda. So the if we go further and study I think there must be other sutras which because these are all not for particularly for this it is for general in other sutras also there will be as anuvritti taken down and added up. Yeah bagini aham kinchit vaktum icchami bagini ikah angasya bhage kutrapi bhavitum arhati parantu kutra vidikaryam karaniyam atra ta alontasya अलोन्तस्य वदति गुणकार्य कुत्र गुणकार्यं भवति इस् इट् सिम्पल् नौ भगिनि इट्स् एस् सिम्पल् एस् दट् परन्तु तत्पूर्वं तु आल् दि अदर् फ़्याक्टर्स् भगिनि बट् दिस् इस् दि क्रेस्ट् आफ़् द लास्ट् दट्स् वाट् ऐ हेव् अण्डर्स्टाण्ड् ओके भगिनि अण्डर्स्टाण्ड् हियर् one minute here they have given that anuvritti sahita sutram ena vidihi swasya rupasya tadantasya they have clearly they have given here swasya rupasya means ikaha angasya tadantasya means igantangasya so ikaha angasya then igantangasya then next we want to go to the alontasya to search whether that happens in ikaha angasya आर् इगान्तक् इगान्तङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः स्टिल् हेविङ्ग् स्टार्टेड् पुगन्त पुगन्त आयगत देल् बि इवन् मोर् कन्फ्यूशन् वि स्टिल् हेविङ्ग् स्टार्टेड् पुगन्त बिस्नेस् क्लेशः आसीत् अतः न आरम्भस्तरे क्लिष्टं भवति एव तत्तु सत्यं वै बिकास् वि आर् सर्ट् आफ़् ट्रैङ्ग् टु फिगर् औट् ओके अनिल् पर्याप्तम् इतोपि समस्या अस्ति That's why I told Mahodaya, I will go back, I will figure yeah. out myself and come back. Try to figure out. See, till as long as we don't come across another instance where yena vidhi sadantasya is used in a different situation, this clarity is going to be a little bit dicey to accept. Okay? Similarly, alontasya, yadvayam atra upayogam kurmaha, tattu general sutram asti, alontasya, yad asti, atra it's a blanket sutram katham alvarnah yasya antasya asti ha tasya eva karyam bhavishyati ha shashtah antasya alah sthane karyam bhavati okay so alontasya shashtyantam asti atah sthani okay tatra karyam bhavati so it indicates तत् गुणः इति वयं वदामः चेत् केवलम् इक्वर्णानां कृते आगच्छति वृद्धि वदामः चेत् पुनः केवलम् इक्वर्णानां कृते आगच्छति अलोन्तस्य इत्युक्ते केवलम् अल् स्थाने कार्यं भविष्यति सो दीस् आर् आल् जनरल् इन्फर्मेशन् दट् वि आर् गेटिङ्ग् ओके तेन वयं किं कुर्मः तदस्ति सूत्रस्य आधारेण ओके इन्स्टेड् आफ़् गोयिङ्ग् फार्वर्ड् वि वेण्ट् बेक्वर्ड् टुडे किमस्ति वयं पुनः गुणः सूत्रसहितादृष्टिः दृष्टवन्तः ओके उपदाविषये किमपि न दृष्टवन्तः परन्तु अत्र उपधायाम् एतत् अग्रिम अवसरे पश्यामः अन्तविषये समाधानम् आगतं हा अतः भी अत्र अन्ते ई इक्वर्णः अस्ति, क्री अन्ते इक्वर्णः अस्ति, हा, परन्तु उपदायाम् इक्वर्णविषये वयं न दृष्टवन्तः, किं तत् अग्रिम अवसरे पश्यामः। पर्याप्तम् वादनं तु अभवत्, अन्ते नास्ति परन्तु इक्वर्णः अस्ति, इक्वर्णः अस्ति परन्तु परन्तु अस्माकं कार्यार्थं ओके अनुसूया, इक्वर्णः अन्ते अस्ति चेत् वयं कार्यं कुर्मः, उपदायाम् अस्ति चेत् वयं कार्यं कुर्मः, अत्र अन्ते अपि नास्ति, उपदायामपि नास्ति, उपदायामपि नास्ति, ओके, अतः तस्मिन् विषये कार्यं यद् वयं पठितवन्तः तेन न भवति, ओके, विधिलिङ्ग विधिलिङ्ग तदस्थं सूत्र अत्र सूचयति को उकारस्य कार्यं भवितुं शक्यते, अलोन्तस्य इति सूत्रः सूचयति अत्र न करणीयम्, अन्ते इका नास्ति, श्रुतं वा? पठितवन्तः अतः ज्ञानं नास्ति, अग्रे पश्यामः। So, actually, if Yen Vidhitadantasya is talking about both Anta and Swasya Rupam, then that sutram should be applicable to Creed, then you, all those also. Yeah, very true, but we will see slowly, slowly, okay? Because I am... should be yeah, applicable. न परन्तु पश्यतु युज् अत्र तु येन विधि तदन्तस्य न आगच्छति, किं किमर्थं कारणम् अन्ते इक्वर्णः नास्ति, अत्र अन्ते इक्वर्णः अस्ति, भी विषये इक्वर्णः अस्ति, क्री विषये इक्वर्णः अन्ते अस्ति, ओके, परन्तु येन विदिदन्तस्य डजन्ट् स्पेसिफै दट् इट् सेज् अन्तस्य वा स्वस्य रूपम्, नो नो नो नो नो नो देट् इस् वे योर् ऐ थिङ्क् कन्फ्यूशन् इस् लिटल् बिट् ओवर् देर्, हा, येन विधि तदन्तस्य वाट् इस् इट् टेल्, हा, यस्य अन्तः, वि केन् गो टु द प्रीवियस् प्रीवियस् अकरपत्रं महोदय, so that has that detail, this is the guna sutra sahita drishti na, ha ha ha ha, here here aham tatra eva asmi, are I went backwards today, I didn't go forwards, ha, ataha antasya, antasya kite antima varna, ha, you go okay. Go a little up more, it is no yena vidhi sadantasya comes only over here, ha, okay, don't go down, go down, I think it is there detailed down there, ha, yeah, atra atra atra, yeah yeah yeah, yena vidhi tadantasya sam sasya rupasya, so what does this signify, antah yat asti tasya, ha, okay, now let us take anga, ange antah asti ikvarnah, okay, अतः इगन्त अङ्गम् इति अस्ति तस्य वट् इस् इट् नाम अथवा विधि, हा, ना वि केन् काल् इट् विधिकार्यं भवितुम् अर्हति कारणं तस्य अन्तः तत् अस्ति, ओके, अथवा ना स्वस्य रूपं, वट् इस् स्वस्य रूपं, सम्पूर्ण अङ्गम् अस्ति स्वस्य रूपं, यस्य इगन्तः अस्ति, हा, यस्य अङ्गस्य इगन्तः अस्ति तत् इगन्त पोर्शन् ओन्लि आर् द एण्टायर् अङ्ग, गेटिङ्ग् इट्, हा, एण्ड् द नामकरणम् इगन्त अङ्गकर्त इट् इस् कमिङ्ग् बिकास् आफ् द अन्तिमवर्णः यद् अस्ति इक् वर्णः, अतः कार्यं विधि तत्र भवितुम् अर्हति यत्र इगन्तरूपम् अस्ति. हा सी इफ् यु टेक् इट् लैक् देट् इगन्तरूपम् अस्ति अतः कार्यं भवितुम् अर्हति, परन्तु सम्पूर्णरूपे कार्यं भविष्यति अथवा केवलम् इक्वर्णस्य स्थाने कार्यं भविष्यति. ओके सो देट् इस् वाट् द स्वस्य रूपस्य इस् कमिङ्ग् अण्ड् टेलिङ्ग् यु केवलम् अन्त अथवा सम्पूर्णरूप. ओके ऐ डोण्ट् थिङ्क् योर् समाधानं हेस् स्टिल् हेपेण्ड्. हा ऐ हेव् अ फीलिङ्ग् योर् समाधानं विल् हेपन् ओन्ली वेन् somewhere else yena vidhi tadantasya occurs and it is in a different situation and then you can do the comparison. I'm over there. Okay, I think all of us will be sailing in the same boat. Huh? Yeah, that's why I said we can move forward. I'll hold on for this. We need to wait a little bit. Somewhere else the same sutra will come and then we will be able to make our seat. Right now we don't have opportunity to use it anywhere else. Excuse me, Bhagini, Samita. I was just reading one of the examples here, like for the Pratibhaya, like Karna, but these are things which have not learnt as yet, but here they say the Pratibhaya Sanya by different sutras, that Karna plus Subantam, Su, it is there, where the gets the itsanya by upadesha ajanunasika it, so karna plus s. Now then they say that is because there is a adeshah by another sutram and that is becomes ru anunasika ru karna plus ru, then they say this is an adesh for the entire padam karnas by the rule ena vidhi tadantasya, it is an adesh for the entire padam karnas by the rule ena vidhi tadantasya, but only the final letter is replaced because of alantasya. So what happens is the next step is karna plus refah r rak, so karna plus r where the gets the itsanya by upadesha upadeshe ajananasika it and it is lopa by tasya lopah, so then what happens that air becomes visargah, so the refa becomes visargah, so you get the pratipayam karnah. So these are the sutras which you have not learnt, but the sentence that they said is that the entire padam gets the adesh by the rule ena vidhi tadantasya, but actually only the final letter is replaced because of alantasya. So I don't know if that will help, because that is applicable. As we see, there are many other sutrani coming around, so that the entire padam can change. The adesha, agama, whatever it is, the changes happen there. But Alone, it is only whatever we have not read, if you tell, it will further confuse. That is a paribhasha sutra, everywhere it will apply. No, what I am trying to say is, ena vidhi tadantasya is a general one, which can occur for the entire padam. It is a paribhasha sutra, it will apply everywhere. Now, angasya ikaha gunaha. पुगन्तङ्गस्य पुगन्त तत् वि हेव् टु स्टडि दट् प्रकारस्य विसर्गस्य प्रकार दट् वि दट् विल् फर्दर् कन्फ्यूस् यु डोण्ट् टेल् आल् दोस् नो देट्स् वाट् वाट् ऐ एम् ट्रैङ्ग् टु से इस् एन विधि तदन्तस्य इस् अ जनरल् सूत्रं वेर् द एण्टायर् पदं केन् चेञ्ज् गुण आदेशः भवति पूर्णपदस्य. But alantasya just tells us it is only at the end. So that is, I'm just trying to say this is the difference between ena vidhi tadantasya and alantasya. Why there are two sutras? That's the only thing I just trying to explain it. So I don't know. I understood it. I'm sorry. Otherwise, next class again, Bhagini will explain it to you better. Just by... my suggestion, Panini is so cryptic and he has used so many abbreviations and then defined everywhere for us. Yeah. Since we haven't read everything and we haven't gone from the first sutra onwards in the order, we have to assume so many things. Yes, this is what it is. Let's move on, because then only probably later we will understand. This is the first time. Even I have not learned anything. I am learning with you. This is the first time. Even I am just trying to find out. I am not finding fault with you, Bhagini. I am saying for all of us, sometimes we may have to assume. Yes, that is what it is. Yeah, yeah. Even it was confusing for me. I read it nearly 50 times before I understood it. Just sharing it, that's all. The more we use me, what I am thinking is, let us stick on to the subject only. Let us not see all general, all those things. Otherwise, we will get confused. So only if we stick on to the subject only, we will be able to understand. That is my opinion. So instead of going all general, all those things, No, that is my opinion. What we have to understand is, the more times we get to use the same sutra. Panini has done so many things, but we cannot generalize and coming out. Look at it from another angle. The Itsanya Sutrani, Anubandha Sutrani, as they are known as, now we are able to use it a little bit more comfortably because we've used it so frequently. Yes, yes, Madhi. That's what. So in the same way, the more opportunities we get to use the same sutras in different contexts, asmakam, kaushalam, jnanam, sarvam, dhridam bhavishyati. ओके अभ्यासेन सम्यक् अवगतं भवति भगिनि अभ्यासेन अथवा पुनः कर्तुं समये निश्चयेन अवगतं सम्यक् प्राप्नुमः इति मम अभिप्रायः अवगमनं तु सम्यक् दृढं सर्वं भविष्यति यदा वारं वारं वयम् उपयोगं कर्तुं आं भगिनि या अस्माकं कृते अवकाशः मिलति वारं वारं चेत् तदा दृढता अधिकं भविष्यति सो अनिल् जस्ट् वेट् फर् द येन विधिस्तदन्तस्य टु हेपन् अगेन् लेट् मी सी इफ् ऐ केन् डिग् औट् सम् अदर् प्लेस् बट् वन्स् अगेन् यदा अस्माकम् अवगमनशक्ति तत्र अस्ति तदा एव अहम् उदाहरणं दातुं शक्नोमि ओके If it is far ahead and we can't understand that portion till we have completed other portions, it is going to be difficult. Okay? So, etat manasi nidhaya agre gantavyam. Let us accept it for what it is for the moment. And mandam mandam avagamanam samyak bhavishyati. Okay? Okay, samapayami. ॐ पूर्णमिदं पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति धन्यवादः धन्यवादः धन्यवादः भगिनी